करोतु। अस्तु गणानान्त्रा गणपतिगं हवामहे हविङ्कवीणामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन्नूदिभिः सीदसादनम् ॐ श्रीगणेशाय नमः। क्षम्यताम्। सहनाववतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीरमस्तु मा विद्विषावहै ॐ शान्तिश्शान्तिश्शान्तिः। येनाक्षरसमाम् नायमधिगम्य महेश्वरा कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः। सुप्रभातम्। सुप्रभातम्। ओके गत गतकक्षायां वयं प्रत्ययस्य कार्यं कथं करणीयम् इति चर्चितवन्तः। तस्य आधारेण किमपि मानचित्रम् अथवा चार्ट् निर्माणं कर्तुं प्रयत्नं कृतवन्तः। स्मरणे अस्ति वा न? उषा, भवती आरम्भं कर्तुं शक्नोति? आं महोदय। प्रथमं प्रत्ययः सार्वधातुक वा आर्धधातुक वा इति परिशीलनं कर्तव्यम्। तस्य आधारं किम्? तस्य कृते आधारं किम्? सार्वधातुकं सिंहित् कारणेन सार्वधातुकम् इति अवगच्छामि। अनन्तरं सार्वधातुकं चेत् पित्वा तत् अनन्तरं इदानीं केवलं प्रथमस्तरं सार्वधातुकम् अर्धधातुकम् प्रथमं सार्वधातुकं वा अर्धधातुकं वा इति परिशीलनं कृत्वा सार्वधातुकं मीन्स् सार्वधातुकं तिङ्क्षित् कारणेन सार्वधातुकम् इति अवगच्छामि। निर्णयं कर्तुं शक्यते। अर्धधातुकं शेषे यदि समाप्तं प्रथमस्तरं स्पष्टं किञ्चित् सार्वधातुकं तिङ् अस्ति वा षित् अस्ति परिशीलनं कुर्मः। प्रत्ययस्य तिङ् अस्ति अथवा षित् अस्ति तदा तिङ्क्षित् सार्वधातुकम् इति सूत्रस्य आधारेण सार्वधातुकम् इति निर्णयं कुर्मः। तदनन्तरम् अवशिष्टभागम् आर्धधातुकम् आर्धधातुकं शेषः इति सूत्रस्य आधारेण अवशिष्टभागम् आर्धधातुकम् इति वयं निर्णयं कुर्मः। ओके तदनन्तरम् ओके धन्यवादः विजया। नेक्स्ट् स्टेप् किम् अस्ति? अग्रिमसोपानम् अस्ति वा न? ओके पूर्णिमा महोदय अग्रिमसोपानं किम्? ओके इदानीं भवती सार्वधातुकविषये आरम्भं करोति वा आर्धधातुकविषये आरम्भं करोति? यदि सार्वधातुक सार्वधातुकप्रत्ययः भवति चेत् अतः इदानीं वयम् आरम्भं कुर्मः सार्वधातुकविषये. ओके, अर्धधातुकम् अनन्तरं कुर्मः. ओके, प्रथमकार्यं किं करिष्यति? प्रथमं प्रत्ययः अनुबन्धवर्णानां निष्कासनं करणीयम्. अनन्तरं यदि गुणः भवति वा न वा इति द्रष्टव्यम्. षकार यदि शप् चित् पित् सर्वे सार्वधातुकप्रत्ययः भवन्ति. यदि शप् भवति चेत् शप् लशक् पतदित इति कारणेन इत्संज्ञा भवति. पकारस्य हलन्त् इति तस्य आधारेण इत्संज्ञा भवति. शकार गुणस्य कृते शकारस्य आवश्यकता अस्ति. शकार षित् आवश्यकता अस्ति. पित् शकारस्य पित् गुणस्य अनुमन्य षिप् अस्ति चेत् षित् अस्ति पित् अस्ति चेत् तस्य गुणः अनुमन्यते. अनन्तरं यदि केवलं षित् अस्ति चेत् गुणस्य बाधा भवति. अवशिष्टवर्णा यदि शप् अस्ति चेत् आ भवति, अकारः अवशिष्टभागं भवति. तस्य एतद् गण धातुः प्रत्यय वा महोदय? धातोः भवती बहु what is it, in a very confused way you are analyzing. I want step wise. Yeah, pratham padeva kalu dhatu ka dhatu sikaromi chet ki ganasya gana nirdharanam karaniyam. Gana nirdharanam karananantaram vikarana pratyayasya yojanam karaniyam. Dhatoh upari prathamam vikarana pratyayasya. Vikarana pratyayasya yojanam yada karma tada anulopa अनुबन्धवर्णानां निष्कासनं. तदेव खलु महोदय? स्टेप् सी द वे यु आर् पुटिङ्ग् इट् अक्रास्, देर् आर् टु मेनि फ़्याक्टर्स्, इट्स् नाट् गोयिङ्ग् स्टेप् वैस्. ओके, सो यु विल् गेट् युर् आन्सर् बिकास् यु हेव् एव्रिथिङ्ग् इन् युर् हेड्, परन्तु सोपानेन न गच्छति. मुत्तुलक्ष्मी, मुत्तुलक्ष्मी, यु हेव् लव्ड् इन् ट्वैस्. भवादिगणस्य विषये एव महोदय, वयं सोपानानि निर्णयं कृतवन्तः, तदनुगुणं वयम् अग्रे गच्छामः. मुत्तुलक्ष्मी, नमो नमः महोदय. नमः. इदानीं वयं कस्मिन् स्तरे स्मः? किञ्चित् सार्वधातुकम् इति निर्णयं कृत्वा किम् अस्ति वा अस्ति एतस्य आधारेण वयं सार्वधातुकम् इति निर्णयं कृतवन्तः. सार्वधातुकं विषये अनन्तरं पश्यामः. इदानीं सार्वधातुकं स्वीकृत्य अग्रिमसोपानं किं तत् वदतु. अस्तु, सार्वधातुकम् इत्युक्ते गुणकार्यस्य गुणकार्यं द्रष्टव्यं. तदनन्तरं सार्वधातुक अर्धधातुकयोः इगन्तस्य अङ्गस्य गुणः भवति इक्वर्णस्य. तदनन्तरं सार्वधातुक अर्धधातुकयोः पुगन्तलघुपथस्य च इति सूत्रेण लघु इक्वर्णस्य गुणकार्यं भवति. तिष्ठतु, भवती अपि पूर्णिमा इव करोति न. प्रथमं भवती उक्तवती इतिवर्णः अस्ति वा नास्ति, तदनुगुणं गुणकार्यस्तरति चिन्तनम् आरब्धम्. ओके, तदनन्तरं परिशीलनं कर्तव्यं गुणकार्यस्य कृते किम् आवश्यकम्. गुणकार्यं कर्तुं शक्नुमः वा न शक्नुमः, तेन आधारेण वयं कुर्मः. इक्वर्णस्य इगन्तस्य अङ्गस्य गुणः भवति तत्तु वयं परिशीलनं कृतवन्तः. पुकन्त लघुपदस्य च इति सूत्रेण उपतायाम् अपि इक्वर्णः अस्ति चेत् न कार्यं भवति. अनन्त अन्यकार्याणि सन्ति. ओके, अन्य अन्य किं परिशीलनं तु कर्तव्यं. पुगन्तलघुपदस्य तु बहु अनन्तरम् आगच्छति. ओके, गीता भवती किं वदति? प्रथमं पित्वा अपित्वा इति द्रष्टव्यम्. अतः नेक्स्ट् स्टेप् एकवारं वयं दृष्टवन्तः इक्वर्णः अस्ति वा नास्ति, तदनन्तरं पित् अपित् विषये चिन्तनम्. अतः वदतु. पित् अस्ति चेत् गुणकार्यं भवति. पित् अस्ति चेत् गुणकार्यं गुणकार्यम् अपित् अस्ति चेत् अपित् अस्ति चेत् सार् ङिति च इति सूत्रेण अपि गुणकार्यं न भवति. ओके, अतः तदस्ति अग्रिमसोपानं. सार्वधातुकम् अपित् इति सूत्रमस्ति. आम्, वर्णे आगच्छति. आम् आं भगिनि. सार्वधातुकम् अपित् इति सूत्रस्य आधारेण वयं निर्णयं कुर्मः इदन्त अङ्गं यत् अस्ति तत् पित् अस्ति वा अपित् अस्ति. तेन आधारेण प्रत्ययस्य आधारेण प्रत्ययः पित् अस्ति वा अपित् अस्ति तत् परिशीलनं कर्तव्यम्. अङ्गविषये तु वयं पूर्वं कृतवन्तः. इगन्तम् अङ्गे अस्ति वा न तत्तु वयं प्रथमं कृतवन्तः. अस्ति चेत् तदनन्तरं पित् अस्ति वा अपित् अस्ति तत्तु प्रत्ययस्य हस्ते अस्ति. अवगतम्? आम् अवगतं भगिनि. ओके, अतः प्रत्ययः अपित् अस्ति चेत् गुणनिषेधसूत्रम् आगच्छति. तत् किं गीता? सार्वधातुकम् अपित्. हा, सार्वधातुकम् अपित्. तदनन्तरं केन नीति च सूत्रस्य आधारेण अपित् प्रत्ययस्य कृते गुणनिषेधः आगच्छति. ओके, इदानीम् अग्रिमस्तरः गुणकार्यम् अस्ति. तदा किं कर्तव्यम्? अपित् अस्ति चेत् गुणकार्यं न भवति इति निर्णयं कर्तव्यम्. ओके, तत्र कार्यं समाप्तम्. नीति च गुणनिषेधः करोति. इदानीम् आम् गुणकार्यविषये द्रष्टव्यम्. हा, ओके, इदानीम् अपित् नास्ति इत्युक्ते पित् अस्ति. इदानीं तत्र अन्तिम इक्वर्णः अस्ति वा सार्वधातुक आर्धधातुकयोः इति सूत्रेण. धातोः अन्तिम इक्वर्णः अस्ति चेत् गुणकार्यं भवति. ओके, सर्वे अवगतवन्तः? एकनिमिषं. गीता अवगतवन्तः स्थरम्? इदानीम् अस्माकं सोपानं कुत्र अस्ति? किञ्चित् सार्वधातुकं, तदनुगुणं सार्वधातुकं निर्णयं, तदनन्तरम् इक्वर्णविषये परिशीलनं. इक्वर्णः अस्ति वा नास्ति, तदनन्तरं प्रत्ययः पित् अस्ति वा अपित् अस्ति. ओके, अपित् अस्ति चेत् निषेधकसूत्रम् आगच्छति. पित् अस्ति चेत् गीता अन्तिमवर्णः इक्वर्णः वा न? ओके, आम्, अन्तिमवर्णः इक्वर्णः अस्ति तदा केन सूत्रस्य कस्य सूत्रस्य आधारेण वयं गुणकार्यं कुर्मः? सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणनिर्णयं कुर्मः. अन्तिम इक्वर्णस्य गुणकार्यं कुर्मः. ओके, आम्, इदानीं तत्र तदनन्तरं तत्तु समाप्तम्. इदानीम् इदानीम् आम् इदानीम् अनुसरणीय आगच्छतु. अस्ति वा? मम नाम स्वीकृता वा भगिनि? अनुसूया न? ओके आगच्छतु. यावत्पर्यन्तम् अवगतम्? ओके इदानीम् अन्तिमवर्णः इक्वर्णः इति निर्णयं कृत्वा दृष्ट्वा सार्वधातुकार्धधातुकयोः सूत्रस्य आधारेण गुणकार्यं कृतम्. इदानीम् अस्माकं हस्ते धातुः अस्ति यत्र अन्तिमवर्णः इक् नास्ति, तदा किं कर्तव्यम्? अन्तिमवर्णः इक् नास्ति चेत् पुनः न भवति, परन्तु उपधायां किमस्ति तदेव गमनीयम्. उपधाविषये द्रष्टव्यम्. ओके उपधायां किं द्रष्टव्यम्? उपधायाम् इक् वर्णः अस्ति चेत् तस्य लघु इक् वर्णः अस्ति चेत् तस्य गुणः भवति. पुगन्तलघुपदस्य इति सूत्रेण, पुगन्तलघुपदस्य सार्वधातुकार्धधातुकयोः इति सूत्रेण तस्य गुणः भवति. केवलं ह्रस्व इक् वर्णस्य गुणकार्यं पुगन्तलघुपदस्य च इति सूत्रस्य आधारेण भविष्यति. इदानीं परन्तु अस्ति चेत् दीर्घ इक् वर्णस्यापि भवितुं शक्यते. कथम्? उगन्तश्च तत् सूत्रमहं न स्मरामि, परन्तु किं परिशीलनं कर्तव्यं? यदा अस्ति लघु अस्ति चेत् पुगन्तलघुपदस्य च सूत्रस्य आधारेण गुणकार्यं कृतं, परन्तु लघु नास्ति इक् वर्णः अस्ति तदा किं परिशीलनं कर्तव्यम्? इक् वर्णः अस्ति चेत् उपधायः उपधाय ओके इदानीं पुगन्तविषये किं परिशीलनं कर्तव्यं? पुगन्त अस्ति चेत् धातोः अन्तिम धातोः अङ्गविषये परिशीलनं कर्तव्यं. यदा उगन्तलघुपदस्य उपधायामेव कार्यं करोति, अन्तिमवर्णस्य केवल सार्वधातुकार्धधातुकयोः इति कार्यं करोति, उगन्तलघुपदस्य इति उपधायामेव उपयोगमस्ति. अतः पुगन्त अस्ति चेत् लघुपद उपधायां दीर्घ वर्णस्य अपि गुणं भवितुं शक्यते. स्पष्टता नास्ति भवतः स्पष्टीकरणे, स्पष्टता नास्ति. ओके इदानीं केवलं प्रश्नस्य उत्तरं दातुं प्रयत्नं करोतु. ओके उपदापर्यन्तं वयम् आगतवन्तः. ओके अन्तिमवर्णविषये तु समाप्तम्, इदानीम् उपदाविषये वयं परिशीलनं कुर्मः. तत्र किं द्रष्टव्यं? उपदायं किं भवितव्यं प्रथमतः इक् वर्णः अस्ति वा उपदायाम् इति परिशीलनं, प्रथमतः इक् वर्णः अस्ति वा नास्ति, तदनन्तरं नेक्स्ट् किं वयं परिशीलनं कुर्मः? ह्रस्व अस्ति वा दीर्घ अस्ति वा इति परिशीलनं, ह्रस्व अस्ति वा दीर्घ अस्ति वा. ओके इदानीं वयं दृष्टवन्तः ह्रस्वः अस्ति, ह्रस्वः अस्ति तदा किं वयं करिष्यामः? सार्वधातुकार्धधातुकयोः इति सूत्रेण सार्धधातुकयोः अत्र न आगच्छति. ओके इति सूत्रेण न न न अनसूया सूत्रं सम्यक्तया वदतु. पुगन्तलघुपदस्य सार्वधातुकार्धधातुकं तु त्यजतु इदानीं, तत्तु अन्तिम इक्वर्णविषये अस्ति. वदन्नस्मि खलु, पुगन्तलघुपदस्य इति सूत्रेण लघु उपदायपदस्य च च मा विस्मरतु वा इति सूत्रेण उपधायां वर्तमानः लघु इक् प्रत्ययस्य गुणः भवति लघु इक् वर्णस्य गुणः भवति ओके यदि उगन्त अस्ति चेत् तस्य दीर्घ इक् वर्णस्य अपि ह्रस्व वा दीर्घ वा इति परिशीलनं न कृत्वा अपि गुणं साधयति सुगन्धलघुपदस्य लघु लघु इति सूत्रस्य सुगन्धस्य कोऽपि सम्बन्धः नास्ति एकनिमिषं ह्रस्वादीर्घ द्वे अपि कुत्र अस्ति पुगन्तं कुत्र अस्ति धातु धातो अङ्गभागे ओ ओ ओ एवं न अङ्गभागे पुक् अन्तः अस्ति ओके अङ्गभागे पुक् अन्तः अस्ति तदा केवलम् इक्वर्णः अस्ति वा नास्ति उपधायां तत् परिशीलनं कर्तव्यम् तदनुगुणं पुनः पुगन्तलघुपदस्य सूत्रस्य आधारेण गुणकार्यं भवति अवगतं स्टेप्स् बहु सम्यक्तया क्लियर्ली यु शुड् यूस् इट् ओके अन्यथा समस्या भविष्यति ओके सर्वे सर्वं जानन्ति परन्तु सोपानानि कानि किञ्चित् किञ्चित् पदं अन्यथा यु मे मिस् स्टेप् एण्ड् एण्ड् अप् वित् अ राङ्ग् आन्सर् ओके ओके इदानीं सार्वधातुकविषयं समाप्तं अनि सार्वधातुकविषयम् आरम्भं करोतु अस्तु महोदय यदि आर्धातुक अस्ति निति च सूत्रेण कित् गित् नित् अस्ति वा न अस्ति परिशीलनं करोमि कित् गित् नित् अस्ति चेत् गुणः न भवति केन सूत्रेण नीति च नीति च ओके बाधकसूत्रम् आगच्छति गित् गित् नित् निषेधः भवति ओके गित् नास्ति कित् नास्ति नित् नास्ति तदा किं भवति अग्रिम तदा अन्तिमवर्ण इक् अस्ति चेत् एकसोपानम् अन्यत्र उपधायाम् इक् अस्ति न उपधाविषये इदानीं मा चिन्तयतु अन्तिमविषये चिन्तयतु अन्तिमवर्ण इक् अस्ति चेत् अन्तिमवर्ण इक् वर्णः अस्ति ओके तदा किं कर्तव्यं तदा नित् नित् परिशीलनं करोमि अचौनीति अचौनीति सूत्रेण कारणेन गित् गित् यत् अस्ति तत् कुत्र परिशीलनं कर्तव्यम् अङ्गभागे वा प्रत्ययभागे प्रत्ययभागे प्रत्ययभागे प्रथमं यत् गित् गित् नित् परिशीलनं कृतवान् तत्तु अङ्गभागे वा प्रत्ययभागे परिशीलनं कृतवान् तत्र अपि प्रत्ययविषये महोदय प्रत्ययविषये एव ओके प्रत्ययविषये गित् अस्ति वा कित् अस्ति वा ङित् अस्ति तेन आधारेण अस्ति चेत् गुणनिषेधः ङिति च इति सूत्रस्य आधारेण नास्ति चेत् नेक्स्ट् परिशीलनम् अङ्गे इक् वर्णः अन्तिमवर्णः अस्ति वा नास्ति अस्ति इति उत्तरं प्राप्तं तदा नेक्स्ट् किं परिशीलनं णित् अस्ति वा णित् अस्ति ओके ओके इदानीम् उत्तरं तत्र अस्ति नास्ति द्वयमपि वदतु नित् नित् नास्ति चेत् गुण न वृद्धिः भवति. ओहो हो हो हो उल्टा अस्ति चेत् वृद्धिः भवति. अस्तु पुनः पश्यतु नित् अथवा णित् अस्ति चेत् इक् वर्णस्य वृद्धिः भवति केन सूत्रेण? हा अचोनिति सूत्रेण. अचोनिति इति सूत्रेण. नास्ति चेत्? नास्ति चेत् गुण भवति. गुण भवति केन सूत्रेण? गुणकार्यस्य सूत्रं तु अस्ति. हा सार्वधातुक अर्धधातुकयोः. ओके ओके सर्वेषां कृते स्पष्टं? हा इदानीं कण्णम्मा ओ भवती तु गतावसरे अपि नास्ति न? आं भगिनि नमस्ते भगिनि. नमस्ते प्रतिभा. नमस्ते भगिनि. नमस्ते. इदानीं वयं तु दृष्टवन्तः जित् कित् नित् अस्ति तदनुगुणं निषेधं नास्ति. केवलम् अन्तिम इक् वर्णविषये वयं दृष्टवन्तः. अन्तिमवर्णः इक् नास्ति तदा वयं किं परिशीलनं कुर्मः तस्मिन् विषये वदतु. उगन्तलघुपदस्य इति सूत्रेण उपधायां ह्रस्व इकारः अस्ति वा इति परिशीलनं करणीयं भगिनि. तदनन्तरं गुणं वा वृद्धं महोदय भवती प्रथमं सूत्रं वदति तदनन्तरं किमर्थं वदति? न अस्माकं सोपानं किं? हा साक्षात् किं द्रष्टव्यं? प्रथमं वयम् अन्तिमवर्णः परिशीलनं कृतवन्तः. इदानीम् उपदावर्णस्य परिशीलनं नेक्स्ट्. ओके सूत्रं प्रथमं न आगच्छति, परिशीलनं प्रथमम् आगच्छति. ओके इदानीम् उपदाविषये परिशीलनं तदा किं द्रष्टव्यं? तत्र ह्रस्व अस्ति वा इति वा? किं ह्रस्व अस्ति? न एकनिमिषं सोपाने चिन्तनं करोतु. हा बि वेरि प्रिसैस्. ओके हा किं परिशीलनं कर्तव्यम्? अत्र इक् वर्णः ह्रस्व अस्ति वा इति वा उपदायं करणीयं? गो वेरि सिस्टमेटिकलि. हा अन्तिमवर्णः इक् वर्ण तस्मिन् विषये वयं दृष्टवन्तः. इदानीम् उपदावर्णविषये वयं परिशीलनं कुर्मः. ओके दट्स् द नेक्स्ट् स्टेप्. ओके इदानीम् उपदायां वर्णः इक् वर्णः अस्ति वा नास्ति प्रथमकार्यम्. ओके अवगतं? वेरि स्ट्रिक्ट् वित् योर् सेल्फ्. अन्यथा मार्गदर्शनं तु भिन्नं भविष्यति. ओके आल् आफ् यु आल् नो आल् योर् सूत्रस् अण्ड् यु नो हौ टु अप्लै देम् बट् यु आर् डूङ्ग् मिश्माश्. ओके अतः एव सोपानं स्वीकृत्य वयं गच्छामः चेत् प्रथमम् एतत् परिशीलनं, द्वितीयम् एतत् परिशीलनम्, एवं वयं सोपानेन गच्छामः चेत् कदापि आफ् ट्राक् न गच्छति. ओके सो अन्तिमवर्णः इक् वर्णविषये वयं परिशीलनं कृतवन्तः. इदानीम् उपदावर्णविषये परिशीलनं. तत्र किं द्रष्टव्यम्? उपदायाम् इक् वर्णः अस्ति वा नास्ति प्रथमकार्यम्. प्रतिभा अवगतम्? आं भगिनि. आं भगिनि. ओके उपदायाः प्रथमकार्यम् इक् वर्णः अस्ति वा नास्ति. ओके तत्र आप्शन् किं किम्? इक् वर्णः अस्ति चेत् ह्रस्व वा दीर्घः वा इति परिशीलनं करणीयम्. सम्यक् एवमेव गन्तव्यं. हा ओके इदानीं ह्रस्वः अस्ति चेत् किं कर्तव्यम्? लघुपदस्य च उगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति. तत्र तत् करणीयं, परिशीलनं कृत्वा तत् करणीयम्. हा अनन्तरं ह्रस्वः नास्ति चेत् दीर्घः दीर्घः भवति चेत् पुगन्तस्य इति पुक् इति अस्ति वा इति पुगन्तम् इति अस्ति वा परिशीलनं करणीयम्. अस्ति चेत् तदपि गुणः अथवा वृद्धिः भवति खलु भगिनि. भविष्यति गुण गुणः भव गुण गुणकार्यं भवति. पुगन्तम् अस्ति चेत् प्रथमतया ह्रस्व अस्ति चेत् पुगन्तलघूपदस्य च इति सूत्रेण गुणकार्यं भवति. प्रसक्तिः अस्ति तत्र, तत् करणीयं. नास्ति चेत् दीर्घः अस्ति चेत् पुगन्तम् अस्ति वा इति परिशीलनं करणीयं. तद् अस्ति चेत् निमिषं तिष्ठतु, दीर्घविषये न वक्तव्यम् इदानीम्. ओके एवं वा अस्तु. इक् वर्णः अस्ति वा नास्ति प्रथमं, तत् ह्रस्व अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रस्य आधारेण गुणकार्यं. ह्रस्व नास्ति ओके, एवं मा वदतु दीर्घः अस्ति ओके. ह्रस्वः नास्ति ओके, गो आन् देट् सैड्. ह्रस्व नास्ति तदा किं परिशीलनं कर्तव्यम्? ह्रस्वः नास्ति चेत् दीर्घं वा इति परिशीलनं करणीयं भगिनि तत्र. न न न न न, ह्रस्वः नास्ति तदा नेक्स्ट् थिङ्ग् परिशीलनं किं कर्तव्यं? पुगन्तं वा इति, पुगन्तं वा इति. पुगन्तम् अस्ति चेत् इक् वर्णः अस्ति, ह्रस्वदीर्घविषये चिन्तनं न ओके. इक् वर्णः अस्ति, पुगन्त अस्ति, तदा किं भविष्यति? गुणं भवति भगिनि, प्रसक्तिः अस्ति तत्र, गुणकार्यं भवति तत्र, प्रसक्तिः अस्ति. पुगन्तलघु उपदस्य च इति सूत्रेण एव, तदेव सूत्रेण ओके. अवगतं सर्वं? पुक् विषये तु अन्यकार्यं, तत्तु अङ्ग अङ्गभागे कर्तव्यम् ओके. पुक् आगमः अङ्गभागे भवति, अतः अङ्गस्य प्रोसेसिङ्ग् भिन्नं, प्रत्ययस्य प्रोसेसिङ्ग् भिन्नम् ओके. सर्वे इदानीं स्पष्टतया अवगतवन्तः एतत् ओके. महोदय, महोदय एकः प्रश्नः अत्र प्रायः मया सम्यक् न श्रुतम्. अत्र वृद्धिकार्यम् उक्तवान् खलु अनिल् महोदय, कुतः आगच्छति वृद्धिकार्यम्? अत्र ङित् अस्ति, ङित् वृद्धिः बाधयति. अचो ङिति च ञकार नकार अस्ति चेत् वृद्धिः ञकारः वर्गीय अन्तिमवर्णः ओके. तदेव अत्र ङित् इति उक्त्वा अचो ङिति च ञकारः नकारः एव इत् अस्ति चेत् अत्र वृद्धिः भवति. तदेव अत्र संशयः वृद्धिविषये उक्तवान् तत्कारात् एव. ङित् उक्त्वा वृद्धिः भवति इति उक्तमासीत् इति अहं श्रुतवान् तत्कारणात्. धन्यवादः. 7-2-1-1-4 ओके. सूत्रमे अरे 7-2 सूत्रमस्ति अचो अतो ङिति च अचो ङिति च इति एव. इनि ञकार नकार अथ चवर्गीयपञ्चमवर्णः अवर्गीयपञ्चमवर्णः इत् अस्ति चेत् वृद्धिः भवति उकदायाम्. अत्र पश्यतु न, अचोमिति सूत्रमहम् उद्घाटितवती. अचोमिति सूत्रम् उद्घाटितं महोदय, प्रत्यये एव निश्चित् भवति, भवितुं शक्यते खलु? प्रत्यये प्रत्यये पश्यतु, ङित् अथवा ङित् ओके. अस्ति चेत् वृद्धिकार्यं भवति, नास्ति चेत् गुणकार्यं भवति ओके. तत्तु तत्तु जानीमः महोदय. अत्र ङित् उक्त्वा वृद्धिः भवति इति तत्कारणात् एव ङित् अत्र वृद्धिः न भवति, वृद्धिः बाधयति. एकनिमिषम् अहं न अवगतवती, भवतः प्रश्न एव. अत्र एकवारं पुनः वदामि, अत्र यदा आर्धधातुकः प्रत्ययः ङिति च सूत्रमुक्त्वा दित् ङित् ङित् अस्ति चेत् तद् अत्र ङित् अस्ति चेत् वृद्धिः भवति इति मया श्रुतं, प्रायः मया सम्यक् न श्रुतम्। अत्र ङित् अस्ति चेत् वृद्धिः न भवति, ङित् ङित् अस्ति चेत् एव वृद्धिः भवति इति उक्तवान्। तदेव अत्र प्रसक्तिः एव नास्ति, वृद्धिप्रसक्तिः एव नास्ति खलु, अत्र ङित् नास्ति। एकनिमिषं, हा मम प्रश्नः एवम् अस्ति, कुत्रापि वयम् अशुद्धम् उक्तवन्तः वा? तदेव अत्र यदा अनिल् कुमार् महोदय उक्तवान् ङिति च सूत्रमुक्त्वा ङित् अस्ति चेत् वृद्धिः भवति इति, ङित् अस्ति चेत् वृद्धिः न भवति। महोदय अचो ङिति एतस्य सूत्रस्य आधारेण वृद्धिकार्यविषये उक्तवान्। तत्तु वयं जानामि महोदय, अतः ङित् उक्त्वा वृद्धिः कार्यं भवति इति, अतः ङित् ञकार णकारस्य इत्यत्र प्रसक्तिः एव नास्ति, कुतः आगच्छति इति प्रश्नः। तदेव ऐ हाव् स्टिल् नाट् अण्डर्स्टुड् वेर् योर् प्राब्लम् इस्। प्राब्लम् इस् महोदय वेरि सिम्प्लि, वेन् वि वर् टाकिङ्ग् अबौट् आर्धधातुकप्रत्ययाः अण्ड् वि टाक् अबौट् ङिति च, अतः ङिति च उक्त्वा there when Anil Mahoday was explaining, he said he talked about vriddhi karyam. No, you talked about nitisha, then you said vriddhi bhavati, then you said acho niti. No, Anil did not make a mistake, that much I am very clear, otherwise I would have corrected him. Okay, ha huh. Anil kim uttam karyam, what is your prathama sopanam, ha huh? Ardhadatuka vishaye नीति च न नीति च पूर्वं किं परिशीलनं कर्तव्यं? त्रिंशत् सार्वधातुकं, सो यदि आर्धधातुक त्रिंशत् नास्ति चेत् आर्धधातुक अस्ति, आर्धधातुकम् ओके, तत्तु निर्णीतं। तदनन्तरं वाट् इस् द फस्ट् थिङ्ग् दट् युर् परिशीलनं किं करोति? Basically, that's what I saw, whether it is git, git, nit, asti, va, nasti. Git, git, nit, asti, va, nasti. Yada git, git, nit, asti, tada niti cha sutram agatya sarvam nishetam karoti. Okay, that is what you said. Subramanya Mahoday, Prathama Sopanam Tapta. My question. ओके अनिल्, तदनन्तरं किं परिशीलनं? हा, कित् गित् नित् अस्ति नास्ति चेत् अङ्गस्य अन्ते इक् अस्ति वा न परिशीलनं कर्तव्यम्। ओके, अङ्गस्य अन्ते इक् वर्णः अस्ति वा न, तदनुगुणम् अस्ति चेत् किं परिशीलनं कर्तव्यम्? अस्ति चेत् नित् नित् अस्ति वा नास्ति, तस्मिन् समये ञकारः णकारः अस्ति वा न। अत्र अहं दोषं कृतवान्, परन्तु तत्र अहं शुद्धीकरोति, सो नित् नित् अस्ति चेत् वृद्धिः भवति, नित् नित् नास्ति चेत् गुणः भवति, गुणः भवति। ओके ओके, ङित् णित् अस्ति चेत् केन सूत्रस्य आधारेण, कस्य सूत्रस्य आधारेण वृद्धिकार्यं भविष्यति? अचोनिति, अचोनिति ओके। गुणकार्यं केन सूत्र कस्य सूत्रस्य आधारेण भविष्यति? सार्वधातुक अर्धधातुकयोः। ओके सुब्रह्मण्यमहोदय, इदानीं स्पष्टं? स्पष्टं मह्यं तु स्पष्टमस्ति, अत्र मम प्रश्नः केवलं तदेव, अत्र अतो निचि कुतः आगच्छति, अत्र नीतेव अस्ति खलु, तदेव प्रसङ्गमध्ये तु तत् नास्ति, नीति च केवलम् अस्ति खलु, तदा तत् एव क्षम्यताम्। ऐ एम् ओन्लि क्वश्चनिङ्ग् इस् वै वै आर् यु ब्रिङ्गिङ्ग् इति अतो अचो निचि च No, why are you bringing Achyuniti? वृद्धिकार्यस्य विषये प्रत्ययः यदा ङित् अस्ति वा गित् अस्ति णित् अस्ति क्षम्यतां ओके अत्र पश्यतु हा ङित् अथवा ङित् ओके तत् परिशीलनं कर्तव्यं प्रत्ययविषये कदा एव किम् अक्षोमिति कार्यं करिष्यति वृद्धिविषये ओके अन्यथा गुणमेव भवति ओके ऐ स्टिल् हाव् अ फीलिङ्ग् यु आर् नाट् कन्विन्स्ड् I am not convinced simply because, Mahodaya, we have said that we should only talk about sutra that we have learnt. We have not talked about Nitisha anywhere. That is all. Uh-huh. Oh, Achyomiti, no, we, excuse me. We have learnt in that Churadi Gane in 2A2. No, no. Mahodaya, it is only mentioned. It is not in detail. Please understand that. We have not read the sutra. चुरादिगणे दे रिटन् अण्डर् दट् दे रिटन् अचोदिति यथा चयने इति चुरादिगणे गणीयधातुः चीप् adhikam nich acho nich they mentioned it yeah that it is not a sutra you have not learned the sutra it only talks about nich it doesn't talk they are not explained about it but they have mentioned it when we talk about sutras here you only talk about sutras we have learned right yeah that's right It's mentioned, but it was not explained exactly what it means and how it is applied. I'm aware it is mentioned. Yeah. Thank you. Yeah, I thought, I misunderstood it. I thought you said that it has not been there, but it was there, that's why I just brought it to your notice, that's all. But it was not explained in detail, just like now we are talking about it, like that it was not explained earlier. It was just mentioned. ओके समाधानं क्षम्यतां अग्रे गच्छामि किमर्थं हा अचोनीति एतस्य सूत्रस्य सम्पूर्णतया अवगमनं न अभवत् तत्तु अहं स्वीकरोमि ओके परन्तु तस्य आधारेण एव वृद्धिकार्यं भवति अतः तत्तु इन्क्लूड् कर्तव्यं न ओके वृद्धि आदेशः कुतः वयं प्राप्नुमः एतस्य सूत्रस्य आधारेण भगिनि मम एकः प्रश्नः अस्ति यदा कदा कदा वृद्धिः भवति इत्युक्ते दीर्घः भवति कदा कदा वृद्धिः भवति इत्युक्ते वृद्धिः सन्धिः भवति वयं कथं जानीमः कुत्र वृद्धिः भवति दीर्घः भवति कुत्र सन्धिः भवति इति पुनः वदतु अहं प्रश्नमेव न अवगतवती कानिचन सूत्राणि वृद्धिः इति इत्युक्ते दीर्घ एव भवति वृद्धिः भवति इत्युक्ते दीर्घः भवति न तु तत्र तु केवलं दीर्घः न पाणिनिमहोदय किं करोति एकनिमिषं हा ऐ थिङ्क् ऐ विल् शो यु दिस् तत्र संज्ञासूत्रमध्ये अस्ति प्रथमसूत्रं तदेव वृद्धिरादैच् अत्र वृद्धिः इत्युक्ते किम् इति दत्तमस्ति प्रथमसूत्रम् अत्र पश्यतु पाणिनिमहोदय वृद्धिरादैच् इति सूत्रं निर्माणं कृतवान् ओके एतस्य आधारेण वृद्धिवर्णाः काः तस्य स्पष्टीकरणं कृतवान् ओके तदनन्तरम् अदिङ्गुणः हा एतस्य आधारेण गुणवर्णविषये स्पष्टीकरणं कृतवान् एतत् किं द्वयमपि संज्ञासूत्राणि सन्ति ओके अतः वृद्धिं क काः वृत्तिवर्णाः काः गुणवर्णाः काः केवलम् एतस्य स्पष्टीकरणं महोदय सूत्रस्य आधारेण कृतवान् अस्ति. ओके, अतः इत्वर्णः एव आगच्छति वृद्धिकार्यविषये अपि गुणकार्यविषये अपि. ओके, इदानीम् इत्वर्णः यदा अहं स्वीकरोमि तत्र किम् आगच्छति इत्युक्ते यदा यदा वृद्धिः इति एकनिमिषं इक् वर्णः अस्ति मम हस्ते इक् इत्युक्ते किं किम् अस्ति इ उ ऋ. ओके, अयं ऋक् हा अतः वर्णत्रयम् अस्ति. ओके, गुणः किम् अस्ति एकनिमिषम् गुणः गुणवर्णाः काः तत्र ए ओ अनन्तरं रेफन् प्लीस् करेक्ट् मी इफ् ऐ एम् राङ्ग् नो अर् महोदय अर् अस्ति वर्ण अर् ओके अनन्तरं वृद्धिवर्णाः काः वृद्धिवर्णाः ऐ एकं तु ऐ अनन्तरं तु औ अनन्तरं तु आर् ओके अतः यत्र कुत्रापि ई आगच्छति तत्र गुणकार्यं कर्तव्यं चेत् ई स्थाने ए स्थापयामः वृद्धिकार्यं कर्तव्यं चेत् ई स्थाने दीर्घाभिवृद्धिवर्णः ऋकारः भवति एकनिमिषं न पूर्णिमा भवती किं वदति महोदय दीर्घ आभिवृद्धिवर्णः खलु दीर्घ ओके र कदा आगच्छति उरण्ड्रपरः र विषये अनन्तरं योजयामः गुणः अपि अ एव तत्तु सत्यम् रेफः आगच्छति तत्र उरण्ड्रपरस्य आधारेण ओके सत्यं यत् पूर्णिमा उक्तवती तत्तु सत्यमेव अ ए ओ किमर्थं वयं ए स्वीकुर्मः इकारस्य स्थाने किमर्थम् ऐ स्वीकुर्मः इकारस्य स्थाने तत्र तु किं स्थानेन्तरतमः सूत्रस्य आधारेण एतत् आगच्छति. ओके, सिमिलर्लि उ विषये ओ अथवा औ आगच्छति किमर्थम् इकारस्य उच्चारणस्थानम् अस्ति इच्छुयशानां तालु एकारस्य उच्चारणस्थानम् अस्ति कण्ठतालु. ओके, अतः तत्र मेलनं भवति स्थानेन्तरतमः इति सूत्रस्य आधारेण अतः गुणवर्णः ए आगच्छति तदेव ऐकारः अपि कण्ठतालु अतः इकारस्य स्थाने वृद्धिवर्णः ऐकारः आगच्छति. इन् द सेम् वे उकारस्य स्थाने उकारः किम् अस्ति कण्ठो उकारः ओष्ठवर्णः ओकारः कण्ठोष्टः औकारः अपि कण्ठोष्टः अतः स्थानेन्तरतमः एतस्य आधारेण समानस्थानं कुत्र क्लोजेस्ट् स्थानं कुत्र आगच्छति तस्य आधारेण ऊ स्थाने ओ गुणवर्णः औ वृद्धिवर्णः ई स्थाने ए गुणवर्णः ऐ वृद्धिवर्णः ऋ स्थाने तु किञ्चित् भिन्नं भवति ऋ स्थाने अ आगच्छति गुणकार्यं कर्तव्यं चेत् आ आगच्छति गुणकार्यं कर्तव्यं चेत् परन्तु तत्र रेफः अपि योजनीयम् उरण्ड्रपरः सूत्रस्य आधारेण ओके अनुसूय समाधानम् अनुसूया अत्र अनसूया महोदय पृष्टवती अत्र कदाचित् अकारः आकारः भवति वृद्धि कुत्र इति एकनिमिषं महोदये भवत्याः प्रश्नः एव उत्तरं दास्यामि वदामि अत्र क्षल् धातुः यत् अस्ति चुरादिगणमध्ये अस्ति तत्तु क्षालयति इति भवति अत उपादायाः इति सूत्रेण अत्र नीति नित् नित् प्रत्यये परे उपादायां स्थित अकारस्य वृद्धिः आकारः भवति अत उपादायाः इति सूत्रे अत्र तु वृद्धिः आकारः एव अत्र अर् न भवति कथं जानीमः कदा आकार वृद्धिः भवति कदा वृद्धिः क्रमशः सूत्रं यदा पठामः तत् आगच्छति खलु इदानीं भुवादिगणविषये एव पठामः खलु महोदय यदा चुरादिगणविषये पठामः अत्र आगच्छति इदानीं भुवादिगणविषये एव चुरादिगणमध्ये अस्ति तत् अत्र तु नास्ति वृद्धिः इत्युक्ते केवलं यत् महोदय उक्तवती वृद्धिरादे इति रूपेण आकारः ऐकारः औकारः एव वृद्धिवर्णाः वृद्धिवर्णाः डिपेण्डिङ्ग् आन् वेदर् इट् इस् अ रीप्लेस्मेण्ट् फार् ऋकारः आर् इफ् इट् इस् रीप्लेस्मेण्ट् फार् उपदा अकारः वृद्धि उरण्ड्रपरः भवति उरण्ड्रपरः न भवति इदानीं तु अग्रे भवति तत् वि आर् ओन्लि डुयिङ्ग् वादिगणानो न कारणं वादिगणमध्ये तु नास्ति तत् अस्तु महोदय वादि वि डोण्ट् आड् द प्रत्यय इस् नाट् नित् आर् नित् न ओके इदानीं सर्वे अवगतवन्तः सोपानानि हा अग्रे गच्छामः लेट् अस् ट्रै औट् अवर् नालेज् कुत्र हा इदानीम् अत्र गणः किं धातुगण अस्ति वादिगण धातु ओके तत्र ओके इदानीं का कस्य पर्यायः लक्ष्मी हा विजया ओके सा किमपि वदतु महोदय इदानीम् अस्माकं हस्ते वादिगणधातु अस्ति ओके परिशीलनं कुर्मः विकरणप्रत्ययः तत्र किम् अस्ति शप् शप् शप् तत्र तु अन्यनामानि कानि आगच्छन्ति शप् विषये कर्तरि शप् न कर्तरि शप् तु अत्र गुण अङ्गविषये प्रत्ययस्य योजनविषये तु न आगच्छति ओके तिङ्क्षित् सार्वधातुकं शप् शप् प्रत्ययस्य प्रोसेसिङ्ग् करोति चेत् किं किं वयं निष्कासयामः अत्र शकारः लशक तत्तिते इत्यनेन अपगच्छति तः पकारः अलन्त्यं तस्य लोपः इत्यनेन इत् भवति अनन्तरम् अकारः एव तिष्ठति ओके शकारः लोपः भवति तेन कारणेन शप् प्रत्ययस्य अन्यनाम किम् आगच्छति तिंशत् सार्वधातुकं सार्वधातुकमस्ति खलु महोदय अत्र शप् अस्ति चेत् सत्यं परन्तु शप् शप् प्रत्ययस्य नामानि शकारः गतम् अतः शित् किमर्थं शकारस्य इत्संज्ञा अभवत् अतः तदस्ति शित् प्रत्ययः शकारस्य हा शप् प्रत्ययस्य पकारः गतम् ओके हलन्त्यम् इति सूत्रेण तस्य लोपः कृत्वा वयं पकारस्य निष्कासनं कृतवन्तः परन्तु तस्य प्रभावः तु तिष्ठति एव. अतः यत् अकारः तिष्ठति तत् षित् अपि अस्ति, पित् अपि अस्ति. ओके, इत्युक्ते षट् प्रत्ययस्य नामानि कानि कानि आगच्छति? एकं तु अस्ति विकरणप्रत्ययः इति नाम, द्वितीयम् अस्ति षित् इति, तृतीयम् अस्ति पित् इति. अवगतम्? अस्तु अस्तु महोदय, समीचीनम्. एतत् सर्वं यदा मनसि स्पष्टं भवति तदा अङ्गकार्यविषये समस्या किञ्चित् न्यूनं भवति. इदानीं षट् प्रत्ययस्य आधारेण अङ्गस्य कार्याणि कानि कानि वयं कर्तुं शक्नुमः? कर्तुं शक्नुमः गुणकार्यं भवितुम् अर्हति वा? अर्हति, गुणकार्यम् अर्हति. अर्हति केन कारणेन? अत्र शप् अस्ति, एतत् सार्वधातुकमस्ति, षित् अपि अस्ति, अनन्तरम् ईक् वर्णः भवितव्यम् अत्र. अतः अत्र गुणकार्यं भवितुम् अर्हति. परन्तु कर्तुं शक्नुमः वा न? गुणकार्यम् आवश्यकम् अस्ति एव महोदय अत्र भवादिगणे. केन कारणेन? लघु ईक् वर्णः अस्ति चेत् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. अत्र भवत्याः मनसि किम् अस्ति इति अहं न जानामि. अहं सोपानेन चिन्तनं करोमि. अस्ति विकरणप्रत्ययः. ओके, तदा पूर्वम् अङ्गं वयं पश्यामः, परिशीलनं कुर्मः. तत्पूर्वं यत्किमपि अस्ति तद् भवति अङ्गम्. ओके, तत्र परिशीलनं कृत्वा किक् वर्णः अस्ति इति वयं निर्णयं कृतवन्तः, दृष्टवन्तः, निर्णयं कृतवन्तः. शकारस्य कारणेन अर्हता प्राप्नोति गुणकार्यविषये, परन्तु कर्तुं शक्नुमः वा न तस्मिन् विषये किं भवितव्यं? गुणकार्यं करिष्यामि, कर्तुं शक्नोमि, तस्य आधारः कः? भगिनी अहं वदामि वा? एकनिमिषं. विजयाः समस्या किञ्चित् किं साल्व् कुर्मः. ओके विजया, शकारः केवलं द्वारम् उद्घाटयति. ओके, प्रवेशं कर्तव्यं चेत् पित् अपि भवितव्यम्. अवगतम्? Where is Vidya gone or what? आम् आम् महोदय, पित् अत्र भवितव्यमेव. अतः एव पित् अस्ति चेत् एव गुणकार्यं भवति. अतः तत् मनसि सम्यक्तया स्थापनीयं, स्मरणे स्थापनीयं. पित् अस्ति चेत् अर्हता मिलति, गुणकार्यस्य कृते अर्हता मिलति. परन्तु पित् अस्ति चेत् एव कार्यं कर्तुं शक्नुमः. ओके, द्वयं तु उद्घाटितं भवति. ओके, गेट् ओपन्स् षित् कारणेन, परन्तु एण्ट्रि टिकेट् ददाति. ओके, अस्तु महोदय. एतत् स्पष्ट, अस्मिन् विषये स्पष्टता भवितव्यम्. अतः अङ्गकार्यम् अङ्गस्य भागे गुणकार्यं यदा षित् अस्ति, सार्वधातुकम् अर्धधातुकम् इति, सार्वधातुक अर्धधातुक तिंषित् सार्वधातुकं, क्षम्यतां, तिंषित् सार्वधातुकम्. एतस्य कारणेन वयं सार्वधातुकसंज्ञां प्राप्नुमः. तदनन्तरं पित् अस्ति चेत् अस्माकं मानचित्रम् अस्ति न, क्वित् अस्ति चेत् गुणकार्यस्य कृते पर्मिशन् मिलति. ओके आम् महोदय. वयं परिशीलनं कृतवन्तः न सार्वधातुकम् अपित् अपित् अस्ति चेत् निषेधः भवति. अपित् नास्ति इत्युक्ते क्वित् अस्ति तदा एव गुणकार्यस्य भागे वयं गच्छामः. ओके अस्तु महोदय. अवगतम् अच्छा इदानीं तिष्ठतु तिष्ठतु. कस्याः प्रश्नः कापि प्रश्नः अस्ति इति उक्तवती न वदतु. कमान् कमान् प्रश्नः नास्ति भगिनि. भगिनी प्रश्नः नास्ति. पित् अस्ति चेत् एव गुणकार्यं भवति इति वक्तुम् अहम् अनुमतिं पृष्टवती. ओके ओके ओके धन्यवादः. ओके विद्या इदानीं वदतु महोदय. इदानीम् अत्र तु वयं गुणकार्यविषये किम् अस्ति इति स्थापितवन्तः. ओके अस्मिन् भागे इदानीं नूतन अङ्गं वयं प्राप्तवन्तः एतस्य योजनेन. स्पष्टं इदानीं ज्ञातु अस्ति विकरणप्रत्ययः अस्ति तस्य आधारेण वयं प्रोसेसिङ्ग् कृतवन्तः गुणकार्यं वृद्धिकार्यं यत्किमपि अस्ति निषेधं तत् सर्वं गतम्. ओके अतः अस्माकं नूतन अङ्गं निर्माणम् अभवत्. ओके तत्र वयं किं योजयामः तत्र वयं किं प्रत्ययस्य योजनं कुर्मः. ओके किं प्रत्ययस्य योजनम् इदानीं किं प्रत्ययस्य कृते यत्किमपि अङ्गम् अस्ति तत्र गुणकार्यं भवितुम् अर्हति वा न. यत्किमपि अस्ति तत् न अत्र पित् अस्ति अपित् अस्ति खलु अत्र अस्ति चेत् एव अत्र एतत् दृष्ट्वा एव अन्यकार्यं भवति. सत्यम् अतः किम् अस्ति अतः पुनः सार्वधातुकप्रत्ययः सार्वधातुकम् इति नामकरणं भवति किञ्चित् सार्वधातुकम् अस्ति न अतः पुनः सार्वधातुकं नाम तु प्राप्नोति परन्तु गुणकार्यविषये पुनः एतत् द्रष्टव्यं पित् अस्ति वा अति अपित् अस्ति वा इति पित् अस्ति वा अपित् अस्ति. ओके तदा आं महोदय. ओके आं महोदय. अत्र अत्र अहं केन कारणेन एतत् कृतवती वयं समापितवन्तः अस्माकं करपत्रम् गुणकार्यस्य अभ्यासः एतत् वयं न कृतवन्तः अभ्यासविषयं न कृतवन्तः इदानीं कर्तुम् आरम्भं कुर्मः परन्तु तत्पूर्वम् अहं किञ्चित् परिशीलनं कर्तुम् इच्छामि. अत्र अत्र पश्यन्तु एतत् वयं पश्यवन्तः अस्मिन् भागे सारांशः कः पठतु. सर्वमङ्गला पठतु. नमस्ते. पठितवन्तः वा सारांशः कः इति चेत् 1, 2, 3, 8, 10 इत्येषु गणेषु धात्वङ्गे गुणः सम्भवः 4, 5, 6, सेवेन् नैन् इत्येषु गणेषु धात्वङ्गे गुणः न अर्हः. धात्वङ्गे गुणः सम्भवः भ्वादिगणः, अदादिगणः, जुहोत्यादिगणः, तनादिगणः, चुरादिगणः. धात्वङ्गे गुणः असम्भवः दिवादिगणः, स्वादिगणः, तुदादिगणः, रुदादिगणः, क्रयादिगणः. ओके, एतत् निर्णयं कथं कृतम्? उपरि भागे वयं यत्किमपि पठितवन्तः तेन आधारेण एतत् सर्वं लिखितम् अस्ति. इदानीं साक्षात् वयं कार्यं कुर्मः. अत्रापि अस्ति अभ्यासः पूर्वस्मिन्, एकनिमिषं, पूर्वस्मिन् करपत्रे अपि अभ्यासः अस्ति. ओके, अतः द्वयमपि कर्तुं वयं प्रयत्नं कुर्मः. अभ्यासः ओके. अतः अत्र अहं किं कृतवती, साक्षात् मूलधातु स्थापितवती. हा, ओके, मूलधातु स्थापितवती. इदानीं किं कर्तव्यं? मानचित्रं पुरतः स्थापयित्वा परिशीलनं कृत्वा अग्रे अग्रे गन्तव्यम्. ओके, इदानीं कश्च सर्वमङ्गला भवती एव आरम्भं करोति वा? इदानीम् अस्माकम् अस्ति आरम्भस्तरे शुच इति धातुः अस्ति. ओके, इदानीं धातु प्रोसेसिङ्ग् प्रथमं करोतु. ओके, वदतु. शुच, शुच, शु प्लस् आ प्लस् फस्ट् फस्ट् द्वादिगणे शोचति इति शुच् प्लस् शप् प्लस् ति. न न न न न न न प्रथमकार्यं वयं किं कुर्मः? ओके, अहं दर्शयामि. हा, वादिगणे शप् न न शप् तत् अनन्तरम् आगच्छति. हा, प्रथमं धातु यत् किमपि वयं स्वीकुर्मः, तस्य प्रोसेसिङ्ग् प्रथमं कथं करणीयं? शुचै, शुचै, शकार, उकार, चकार, अनुनासिक, अकार. तत्र किं कर्तव्यम्? अनुनासिक अकारः, अनुनासिक उपदेशे अच् अनुनासिक इति सूत्रेण अनुनासिक अकारस्य इत् संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. शुच् भवति, शुच्, शुच्. ओके, इदानीं वयं जानीमः शुच् धातु वादिगणे अस्ति. ओके, शुच् धातु वादिगणे अस्ति, अतः शुच् किं योजयामः? प्रत्ययः वादिगणस्य विकरणप्रत्ययः शप्, शप्. ओके, इदानीं शप् इति अस्माकं विकरणप्रत्ययः अस्ति. शुच् तु तदेव तिष्ठति. ओके, विकरणप्रत्ययस्य इदानीं रूपं किं भविष्यति? रूपं किं? शकारः, लशक्वत्तदिते इति सूत्रेण शकारस्य इत्संज्ञा भवति. इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. पकारः, हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. सो आ इति उपयोगिरूपम् अवशिष्यते. ओके, इदानीं शक् ओ क्षम्यताम्, इदानीं शुच् इति आ इति भागद्वयस्य अस्ति. अ किम् अस्ति? विकरणप्रत्ययस्य अवशिष्टभागः. अ प्रत्ययः अस्ति, प्रोसेसिङ्ग् अनन्तरम् अवशिष्टभागः. परन्तु अ वट् कैण्ड् आफ् प्रत्यय अस्ति? अविकरणप्रत्ययः एकनाम, चकारः गतम्, एकनेन किं नाम आगच्छति सकारस्य संज्ञा अभवत् अतः षित् षित् सकारस्य संज्ञा अभवत् अतः पिट् ओके इदानीं षित् अस्ति तेन कारणेन गुणकार्यस्य भावना आगच्छति ओके सूत्रं किं तत्र तिंशित् प्रत्ययः अस्ति सार्व तिंशित् सार्वधातुकं तिंशित् सार्वधातुकं षित् अस्ति न तिंशित् सार्वधातुकम् एतस्य सूत्रस्य आधारेण सार्वधातुकसंज्ञा प्राप्नोति ओके इदानीं नेक्स्ट् परिशीलनं किं कर्तव्यं पित् पित् अस्ति ओके यत् प्रत्ययः अस्ति तत्तु पित् अस्ति अतः सार्वधातुकम् अपि एतस्य सूत्रस्य आधारेण वयं किं कुर्मः गुणकार्यं अनुमन्ति प्रथमसोपाने वयं गुणकार्यविषये कुत्र वयं परिशीलनं कुर्मः किञ्चित् प्रत्ययः अस्ति वा अथवा सार्वधातुकप्रत्यये First, we want to see, then we want to see pit, either pit is there or not. Okay. Atah, prathamam kutra parishilanam kurmaha, antima varnaha. Antima varnaha, ik varnaha asti va nasti. Atra antima varnaha kim? अन्तिमवर्णः विच् अन्तिमवर्णः शकार शुच् शकार उकार चकार अन्तिमवर्णः किं चकारः हलन्त्यं चकारः अतः इक्वर्णः नास्ति आम् ओके निष्कासयतु इगन्त अङ्गं नास्ति इगन्त दातु नास्ति उपधायां ह्रस्व ओके अङ्गविषये प्रथमम् अन्तिमवर्णः अन्तिमवर्णः इक् वर्णः अस्ति वा नास्ति अत्र तु चकारः अस्ति अतः इक् वर्णः नास्ति इगन्तम् अङ्गं नास्ति नेक्स्ट् किं परिशीलनं कर्तव्यम् उपधायां ह्रस्व इकः गुणः अस्ति वा इति पश्यति न न उपधायाम् इक् वर्णः अस्ति वा नास्ति ओके उपधायाम् अङ्गभागे हा अङ्गभागे उपधायाम् इक् वर्णः अस्ति वा नास्ति अङ्गभागे अस्ति शकार श प्लस् उ प्लस् च उ कर्तव्यं नेक्स्ट् स्टेप् नेक्स्ट् next step ik varnah want to apply laghu upada laghu or dirgha we want to step wise okay ik varnah asti upadaya okay idane parishilanam kartavyam laghu asti va nasti ha uttaram kim prapti here it is laghu laghu upada asti लघु वर् इक् वर्णः उपधायाम् अस्ति सूत्रं किं सार्वधातुक पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च एतस्य सूत्रस्य आधारेण किं प्राप्नुमः श उकार श प्लस् उ प्लस् च शुच् दट् उ ओ भवति गुणः भवति उकारस्य ओकारः भवति क्षम्यतां वा अत्र मम किं टङ्कणदोषः शोच् इति मम हस्ते आगच्छति अ अस्ति पूर्वमेव ओके लट्लकार प्रथमपुरुष ति एकनिमिषं हा शोच् अधिकम् अ तदा मम हस्ते किम् आगच्छति शोच इदानीम् अहं किं योजयामि लट्लकारप्रथमपुरुषस्य लट्लकारस्य प्रथमपुरुषस्य प्रत्ययः योजयामि यदस्ति सिप् ओके यत् अस्ति सिप् ओके अवगतम् अतः इदानीं सिप् प्रत्ययस्य कृते अङ्गभागः किम् शोच् शोच न शोच शोच शोच अयोजनीयं शोच सम्पूर्णतया शोच इति आगच्छति अनन्तरं सिप् प्रोसेसिङ्ग् करोतु पकार हलन्त्यं हलन्त्यम् इति सूत्रेण अन्तिम हल् वर्णपकारः इत्संज्ञा भवति तस्य लोपः इति सूत्रेण वर्णस्य लोपः भवति टि एव अवशिष्यति ओके इदानीं किं किं परिशीलनं कर्तव्यं टि यदस्ति वाट् कैण्ड् आफ् प्रत्ययः इति तिङ् प्रत्ययः तिङ् प्रत्ययः अतः प्रत्ययस्य नाम अस्ति सार्वधातुकं किञ्चित् सार्वधातुकम् एतस्य आधारेण टि प्रत्ययस्य अनुकरणं भवति सार्वधातुकम् ओके इदानीं नेक्स्ट् स्टेप् किं परिशीलनं कर्तव्यम् शोचति शोचति न न न न न न न न प्रत्ययस्य परिशीलनमेव अङ्गभागम् अनन्तरं प्रत्ययस्य परिशीलनं पित् अस्ति वा अपित् अस्ति अपित् दट् इस् टिप् नो दट् इस् पित् अस्ति पित् अस्ति ओके पित् अस्ति अस्ति अतः सार्वधातुकम् अपित् एतस्य कारणेन इगन्त अङ्गविषये वयं परिशीलनं कुर्मः अत्र अन्त अस्ति वा अस्ति I can't hear. What? Please repeat, ma'am. Question? Atra, tip yad asti, tatto pit asti. Atta sarvadatukam apit etasya sutrasya adhikaraha agachati. Tadanugunam, angabhagam vayam parishilanam kurmaha. Angabhagam kinkim parishilanam kurmaha. अङ्गभागे गुणकार्यं भवति वा गुणकार्यस्य कृते किं परिशीलनं कुर्मः इगन्तदातु ओके अत्र अङ्गभागे किम् अस्ति अन्तिमवर्णः चकारः इगन्तः नास्ति अरे बाबा अन्तिमवर्णः किम् अस्ति चकारः चकारः शोच शोच अकार अकारः अस्ति वा चकारः अस्ति निर्णयं करोतु अकार अकार तत् इक्वर्णः अस्ति वा इकन्त इक्वर्णः अस्ति अकारः इक्वर्णः अस्ति वा आम् आम् अकारः इक्वर्णः अस्ति एवो इवो अर् नो नो नो न ओके अकारः नास्ति अतः इगन्तविषये इगन्त अङ्गं नास्ति नेक्स्ट् वाट् परिशीलनं कर्तव्यम् उपधायाम् उपधा हा अत्र उपधा किम् अस्ति उपधायां वर्णः किम् ओके एतस्य वर्णविच्छेदं करोतु शोच् यदस्ति एतस्य वर्णविच्छेदं करोतु शकार शकार ओकार ओकार चकार चकार अकार अकार इदानीं परिशीलनं करोतु अन्तिमवर्णः किम् उपधावर्णः किम् अन्तिमवर्णः अकारः उपधावर्णः चकारः ओके इदानीम् अन्तिमवर्णः अकारः इक्वर्णः अस्ति वा न न अतः इगन्त अङ्गं विषये न पश्यामः एव उपधाया किं वर्णः अस्ति चकार चकार इक्वर्णः अस्ति वा न अतः तत्रापि किमपि कार्यं न भवितुम् अर्हति ओके कारणम् इक्वर्णः एव नास्ति वयं किं कुर्मः अतः वर्णमेलनं वर्णमेलनं उत्तरं किं प्राप्नोति शोचति शोचति ओके परिशीलनं किं कर्तव्यम् अस्माकं मानचित्रं यत् स्थापितमस्ति तेन आधारेण सर्वं कर्तव्यम् ओके यदा कदा किमपि वयं विस्मरामः अतः एव अहम् एवं कृतवती ओके एवं कृत्वा परिशीलनं कुर्वन्तु सर्वे अन्तवर्णः उपदावर्णः ओके अवगतं सर्वे प्रश्नं प्रश्नः अस्ति इदानीं नास्ति नास्ति कण्णम्मा भवती एकं कर्तुम् इच्छति धन्यवादः अहं भगिनि प्रयत्नं करोमि भगिनि ओके स्पृश् स्पृश इति धातु अस्ति ओके स्पृश इति धातु अस्ति तत्र स्पृश् इति अवशिष्टभागं आं भगिनि ओके कथम् आगतं स्पृश् इति उपदेशे अजनुनासिका इत्यस्ति उपदेशे आज् अनुनासिक कारणेन कारणेन तस्य लोपः इति सूत्रेण तस्य लोपः भवति ईत्संज्ञा भवति तस्य लोपः बहु कालानन्तरं वदति वा आगच्छति किञ्चित् किञ्चित् विस्मरणम् अभवत् न भगिनि अहं विदेशे अस्मि चेत् किञ्चित् क्लेशं भवति वर्गे योजने परन्तु रेकार्डिङ्ग् श्रोतुं शक्नोति आं भगिनि शृणोमि ओके इदानीं उपदेशे अजननासिक इति सूत्रेण आ इति इत्संज्ञा भवति तस्य लोपः इति कारणेन तस्य लोपः भवति ओके तावत्पर्यन्तं स्पष्टम् अतः अवशिष्टभागः किम् अस्माकं कृते स्पृश् तत्र अहं किं योजयामि प्रत्ययः प्रत्ययः स्पृश् धातु यदस्ति तदस्ति भवादिगणे भवादिगणे भवादिगणीयधातु नास्ति हुदादिगणीयधातु अस्ति ओके षष्टमगण ओके अतः प्रत्ययः किं स्मरणे अस्ति प्रत्ययः शप्न ओके अस्तु इदानीं अत्र सकारस्य इत्संज्ञा विकरणप्रत्यय सकारस्य इत्संज्ञा भवति अवशिष्टभागम् अकारः भवति अत्र षित् इति कारणेन सार्वधातुकम् इति नामकरणं सूत्रं सूत्रं वदतु तिङ्क्षित् सार्वधातुकम् किञ्चित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति. अत्र अत्र पित् नास्ति सार्वधातुकम् अपित् इति सूत्रेण अत्र गुणकार्यं भवितुं न अर्हति न अर्हति अतः अर्हति वर्णमेलनं भवति स्पृश वर्णमेलनं करोमि अतः स्पृश स्पृश प्राप्नोमि अस्तु भगिनि. मम विकरणप्रत्ययस्य धातोः योजनेन नूतन अङ्गम् अहं प्राप्नोमि. ओके अत्र अहं किं योजयामि मम तिङ् प्रत्ययः तिङ्प्रत्ययः तदपि किं प्रथमपुरुष एकवचनस्य ओके कारणम् अन्य अन्येषां कृते किञ्चित् भिन्नं भविष्यति अस्तु इत्यत् अहं योजयामि तत्र किं प्राप्नोमि तत्र पकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति ति इति अवशिष्यते ओके इदानीं किं किं परिशीलनं कर्तव्यं ति यत् अवशिष्यते तिङ्क्षित् सार्वधातुकम् इति नामकरणम् इति सूत्रेण सार्वधातुकं संज्ञा प्राप्नोति तत् कारणेन इगन्त् अगन् अङ्गस्य गुणकार्यं भवितुम् अर्हति तत्र शकारः अन्तिमवर्णः इक् वर्णः अस्ति वा इति परिशीलनं करणीयम् अत्र शकारः अस्ति इत्संज्ञा इकः इक् वर्णः नास्ति तत् इक् वर्णः नास्ति अन्तिमवर्णः इक् वर्णः इक् वर्णः नास्ति ओके तदनन्तरम् उपधा इक् वर्णः अस्ति वा इति परिशीलनं करणीयम् अत्र उपधाय अपि इक् वर्णः किं प्रथमं तु तत् वदतु अन्तिमवर्णः किं शकारः सकारः पुनः वदतु स्पृश सोरि अकारः अकारः अन्तिमवर्णः अकारः अकारः अतः इगन्त अङ्गं विषये चिन्तनं उपधायां शकारः अस्ति उपधायां शकारः अस्ति पश्यतु अत्र ऋ अस्ति हा ऋ अस्ति इक् वर्णः परन्तु उपधास्थाने नास्ति नास्ति किञ्चित् उपधास्थाने नास्ति उपधास्थाने शकारः आगतम् इदानीं सकारः पूर्वम् अस्मिन् स्तरे अस्मिन् स्तरे उपधायां ऋकारः आसीत् आसीत् अतः विकरणप्रत्ययस्य कृते उपधायां सकारः भवति उपधायाम् इक् वर्णः आसीत् आसीत् आसीत् पश्यतु अ यत् अत्र अस्ति विकरणप्रत्ययः एतस्य कृते उपधायां अस्ति किन्तु तत्र पित् नास्ति तदेव गुणकार्यं न अभवत् नास्ति य अत्र य विकरणप्रत्ययः वयं पश्यामः पित् नास्ति अतः उपधायां रकारः अस्ति चेदपि गुणकार्यं न अभवत् ओके परन्तु सिक् यदा आगच्छति तस्मिन् समये सिक् वयं प्राप्तवन्तः, परन्तु उपधायाम् इक्वर्णः नास्ति. अतः इदानीम् अन्तिमरूपं किं प्राप्नुमः? स्पृशति. स्पृशति. इदानीं लाजिक् किं स्पष्टम्? आं भगिनि, स्पष्टं भगिनि. सर्वेषां कृते सोपानेन परिशीलनं कृत्वा अग्रे गन्तव्यं, तदा उत्तरं किं शुद्धं भविष्यति. प्रश्नाः सन्ति? न भगिनि, टिल् नौ स्पष्टमस्ति. स्पष्टम्? अन्येषां कृते अपि पृच्छामि. ओके, अतः समापयामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, पुनर्मिलामः. धन्यवादः भगिनी.